यैमे अर्णवादयो ब्राह्मलौकिकः संकल्पजाश्च पित्रादयो भोगः ते किं पार्थिवा आप्याश्च यथा इहालोके दृश्यन्ते तद्वः अर्णववृक्षपूस्वर्णमण्डपानि आहुस्वेत् मांसप्रत्ययमात्राणि इति किञ्चितः यदि पार्थिव आप्याश्च स्थूलाः स्युः हृद्याकाशे समाधान अनुत्पत्तिः पुराणे च मनोमयानि ब्रह्मलोके शरीरादीनीति वाक्यं विरुध्यते अशोकमहिमम् इत्याद्यश्च श्रुतयः ननु समुद्राः सरितः सरांसि वाप्यः कूपयज्ञ वेदमन्त्रादयश्च मूर्तिमन्तः ब्रह्माणं प्रतिष्ठन्ते इति मानसत्वे विरुध्येति पुराणस्मृतिः न मूर्तिमत्वे प्रसिद्धरूपाणामेव तत्र गमनानुपत्तिः तस्मात् प्रसिद्धमूर्तिव्यतिरेकेण सागरादीनां मूर्त्यन्तरं सागरादिभिः उपात्तं ब्रह्मलोककर्तृकल्पनीयम् तुल्यायां च कल्पनायां यथा प्रसिद्धाय मानस्यः आकारवत्यः पुंस्याद्यः मूर्तयो युक्तः कल्पयति मानसदेह आनुरूप्यसम्बन्ध उत्पत्ति दृष्टा हि मानस्येव आकारवत्यः पुंस्याद्यः मूर्तयः स्वप्ने ननु ता अनुता एव तैमे सत्याः कामाः इति श्रुतिः तदा सति विरुध्येत न मानसप्रत्ययस्य सत्त्वोत्पत्तिः मानसा हि प्रत्ययाः स्त्रीपुरुषाद्याकाराः स्वप्ने दृश्यन्ते ननु जाग्रद्वासनारूपाः स्वप्नदृश्याः न तु तत्र स्यादयः स्वप्ने विद्यन्ते अत्यल्पमिदमुच्यते जाग्रद्विषयापि मानसप्रत्ययाभिर्निवृत्ता एव सदीक्षाभिः निर्वृत्ततेजोपन्नमयत्वात् जाग्रद्विषयाणां सङ्कल्पमूला हि लोका इति च उक्तं समकृपतां द्यावा पृथिवी इत्यत्र सर्वश्रुतिषु च प्रत्यगात्मनः उत्पत्तिः प्रलयश्च तत्रैव स्थितिश्च यथा वा अरानाभौ इत्यादिना उच्यते तस्मान् मानसानां वाक्यानां च विषयाणाम् इतरेतरकार्यकारणत्वम् इष्यते एव बीजां कुर्वत् यद्यपि बाह्याय मानसाः मानसाय च बाह्याः न अनुतत्वं तेषां कदाचिदपि स्वात्मनि भवति ननु स्वप्ने दृष्टाः प्रतिबुद्धस्य अनुता भवन्ति विषयः सत्यमेव जागृद्बोधापेक्षं तु तदनुतत्वं न स्वतः तथा स्वप्नबोधापेक्षं च जागृद्द्रष्टृविषयानुतत्वं न स्वतः विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रत्ययनिमित्तमिति वाचारम्भणं विकारो नामधेयम् अनुतं त्रीणि रूपाणि इत्येव सत्यं तान्यपि आकारविशेषतो अनुतं स्वतः सन्मात्रतरूपतया सत्यं प्राक् सदात्मप्रतिबोधातो स्वविषयेपि सर्वं सत्यमेव स्वप्नदृश्या इव इति न कश्चित् विरोधः तस्मान् मानसा इव ब्राह्मलौकिक अरण्यादयः सङ्कल्पजाश्च पित्रादयः कामः बाह्यविषयभोगवत् अशुद्धिरहितत्वात् शुद्धतत्त्वसङ्कल्पजन्य इति निरतिशयसुखाः सत्याश्च ईश्वराणां भवन्ति इत्यर्थः सत्यात्मप्रतिबोधेऽपि रज्ज्वामिव कल्पिताः सत्पादयः सदात्मस्वरूपतामेव प्रतिपद्यन्ते इति सदात्मना सत्या एव भवन्ति इति पञ्चमखण्डभाष्यं षष्ठखण्डः यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविशिष्टं ब्रह्म ब्रह्मचर्यादिसाधनसम्पन्नः त्यक्तबाह्यविषयान्ततृष्णस्थन् उपास्ते तस्य इयं मूर्धन्यनाड्यगतिः वक्तव्या इति नाडीखण्डः आरभ्यते अथ या एता हृदयस्य नाड्या ताः पिङ्गलस्य अणिं न तिष्ठन्ते शुक्लस्य नीलस्य पीतस्य लोहितस्य इति असौवादित्यः पिङ्गल एष शुक्लः एष नीलः एष पीतः एष लोहितः अथया एताः वक्ष्यमाणाः हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य सम्बन्धिन्यः नाड्यः हृदयमांसपिण्डातो सर्वतो विनिसृतः आदित्यमण्डलादिव रश्मयः ताश्च एताः पिङ्गलस्य वर्णविशेषविशिष्टस्य अणिम्नः सूक्ष्मरसस्य रसेन पूर्णाः तदाकारा एव तिष्ठन्ति वर्तन्ते इत्यर्थः तदा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्र अध्याहार्यं सौरेण तेजसा पित्ताख्येन पाकाभिः निरुवृत्तेन कपेन अल्पेन सम्पर्कपिङ्गलं भवति सौरं तेजः पित्ताख्यं तदेव च वातभूयस्त्वात् नीलं भवति तदेव च कपभूयस्त्वात् शुक्लं कपेन समतायं पीतं शोणितबाहुल्येन लोहितं वैदिकाद्ववर्णविशेषाः अन्वेष्टव्याः कथं भवन्ति इति श्रुतिस्त्वाः आदित्यसम्बन्धादेव तत्तेषु नाडीषु अनुगतस्य एते वर्णविशेषाः इति कथम् असौ आदित्यः पिङ्गलो वर्णतः एष आदित्यः शुक्लोऽपि एष नीलः एष पीतः एष लोहितः आदित्य एव तद्यथा महापदा तत उभौ ग्रामौ गच्छति इमं च अं च इयमेव एता आदित्यस्य रश्म्यः उभौ लोकौ गच्छन्ति इमं च अं च अमुष्मादादित्यात् प्रदायन्ते तासु नाडीषु तृप्ताभ्यो नाडीभ्यः प्रदायन्ते ते अमुष्मिन् आदित्ये तृप्ताः तस्य अध्यात्मं नाडीभिः कथं सम्बन्धः इति अत्र दृष्टान्तमहं तत्तत्र यथा लोके महान् विस्तीर्णः पन्था महापतः आततः व्याप्तः उभौ ग्रामौ गच्छति इमं च सन्निहितम् अं च विप्रकृष्टं दूरस्थम् इयं यथा दृष्टान्तः महापतः उभौ ग्रामौ प्रविष्टः एवमेव एतः आदित्यस्य रश्मयः उभौ लोकौ अमुं च आदित्यमण्डलम् इमं च पुरुषं गच्छन्ति उभयत्र प्रविष्टः यथा महापतः कथम् अमुष्मात् आदित्यमण्डलात् प्रसायन्ते सन्तता भवन्ति त अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासुनाडिषु सृप्तः गतः प्रविष्टः इत्यर्थः आभ्यो नाडिभ्यः प्रदायन्ते प्रवृत्तः सन्तानुभूतः सत्यः ते अमुष्मिन् रश्मीनाम् उभयलिङ्गत्वात् ते इत्युच्यन्ते तद्यत्र एतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति आसु तदा नाडिषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति ते स इतरा सम्पन्नो भवति तत्तत्र इयं सति यत्र यस्मिन् काले एतत्स्वपनम् अयं जीवः सुप्तो भवति स्वापस्य द्विप्रकारत्वं विशेषणं समस्त इति उपसंहृतसर्वकर्णवृत्तिः इत्येतत् अतः बाह्यविषयसम्पर्कजनितकालस्य अभावः सम्यक् प्रसन्नः सम्प्रसन्नो भवति अत एव स्वप्नं विषयाकाराभासं मानसं स्वप्नपत्यं न विजानाति न अनुभवति इत्यर्थः यदा इयं सुप्तो भवति आसु सौरतेजपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टः नाडीभिः द्वारभूताभिः हृदयाकाशं गतो भवति इत्यर्थः न हि अन्यत्र सत्सम्पत्तेः स्वप्न अदर्शनमस्ति इति सामर्थ्यात् नाडीषु इति सप्तमी तृतीया परिणम्यते तं सदा सम्पन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशति इति स्वरूप अवस्थितत्वात् तदा आत्मनः देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशति इति न तु सत्सम्पन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्पृष्टुम् उत्सहति अविषयत्वात् अन्यो हि अन्यस्य विषयो भवति न तु अन्यत्वं केनचित् कुतश्चिदपि सत्सम्पन्नस्य स्वरूपपर्च्यवनं तु आत्मनो जागृतस्वप्नावस्थां प्रति गमनं बाह्यविषयप्रतिबोधः अविद्याकामकर्मबीजस्य ब्रह्मविद्या आहूत आशादाहनिमित्तम् इत्यवोचनम् षष्ठे एव तद्यापि प्रत्येतव्यं यदा इयं सुप्तः सौरेण तेजसा हि नाड्यन्तर्गतेन सर्वतः सम्पन्नः व्याप्तः भवति अतः विशेषेण चक्षुरादिनाडीद्वारैः बाह्यविषयभोगाय अप्रसृतानि करणानि अस्य तदा भवन्ति तस्मादयं करणानां निरोधः स्वात्मनीयम् अवस्थितः स्वप्नं न विजानाति इति युक्तम् अथ यत्र एतदभिमानं नीतो भवति तम् अभितः आसीनः आहो जानासि मां जानासि मामिति स यावदस्मात् शरीरात् अनुक्रान्तो भवति तावज्जानाति तत्र इयं सति अथ यत्र यस्मिन् काले अबलिमानम् अबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृषिभावम् एतत् नयनं नीतः प्रापितः देवदत्तो भवति मुमूर्षुः यदा भवति इत्यर्थः तम् अभितः सर्वतो वेष्टयित्वा आसीनाः ज्ञातया आहुं जानासि मां तव पुत्रं जानासि मां पितरं च इत्येतत् स मुमूर्षुः यावदस्मात् शरीरात् अनुक्रान्तः अनिर्गतः भवति तावत् पुत्रादीन् जानाति अथ यत्र एतस्मात् शरीरात् उत्क्रामते अथ एतैरेव रश्मिः ऊर्ध्वम् आक्रमते स ह उद्वामीयते स यावत् क्षिपेन्मनः तावदादित्यं गच्छते एतद्वै खलु लोकद्वारं विदुषां प्रवदनं निरोधो विदुषाम्। अथ यत्र यदा एतत् क्रियाविशेषणमिति अस्मात् शरीरात् उत्क्रामते अथ तदा एतैरेव यथोक्ताभिः रश्मिभिः ऊर्ध्वम् आक्रमते यथा कर्मजितं लोकं प्रयति अविद्वान्। इतरस्तु विद्वान् यथोक्तसाधनसम्पन्नः सर्वेण आत्मानं ध्यायन् यथा पूर्वं वा ह एव उद्व ऊर्ध्वं वा विद्वांसि इतरः तिर्यङ् वा इति अभिप्रायः। मीयते प्रमीयते गच्छति इत्यर्थः। स विद्वान् उत्क्रमिष्यन् यावत् क्षिप्येन्मनः यावता कालेन मनसः क्षेपस्य तावता कालेन आदित्यं गच्छति प्राप्नोति क्षिप्रं गच्छति इत्यर्थः। न तु तावता एव कालेन इति विवक्षितं। किमर्थम् आदित्यं गच्छति इति उच्यते एतद्वै खलु प्रसिद्धं ब्रह्मलोकस्य द्वारं य आदित्यः तेन द्वारभूतेन ब्रह्मलोकं गच्छति विद्वान्। अतः विदुषां प्रबदनं प्रपद्यते ब्रह्मलोकम् अनेन द्वारेण इति प्रबदनं निरोधनं निरोधः अस्मात् आदित्यात् अविदुषां भवति इति निरोधः। सौरेण तेजसा देहे एव निरुद्धाः सन्तः मूर्धन्या नाड्या न उत्क्रमन्त एव इत्यर्थः विश्वङ्गन्या इति श्लोकः। तदेष श्लोकः शतं च एका च हृदयस्य नाड्या तासां मूर्धानमयिनिसृतैक तया ऊर्ध्वम् आयन्नं तत्त्वमेति विश्वङ्गन्या उत्क्रमणे भवन्ति उत्क्रमणे भवन्ति। तत्तस्मिन् यथोक्ते अर्थे ये श्लोकमन्त्रो भवति शतं च एक एकोत्तरशतं नाड्यः हृदयस्य मांसपिण्डभूतस्य सम्बन्धिन्यः प्रधानतो भवन्ति आनन्त्या तु देहनाडिन तासाम् एकमूर्धानम् अभिनुसृत विनिर्गत तया ऊर्ध्वमायन् गच्छन् अमृतत्वम् अमृतभावम् इति विश्वक् नानागतयः तिर्यग्विसर्पिण्यः ऊर्ध्वगाश्च अन्या नाड्यः भवन्ति संसारगमनद्वारभूताः न तु अमृतत्वाय। किं तर्हि उत्क्रमणे एव उत्क्रान्त्यर्थमेव भवन्ति इत्यर्थः। दुरभ्यासः प्रकरणसमाप्त्यर्थः इति षष्ठखण्डभाष्यम्।